च सर्वसिद्धिप्रदायिनीं सर्वेश्वरीं श्रीदेवी विजयलक्ष्मीं नमाम्यहम्। विजयलक्ष्मीं नमोस्तुते। विजयलक्ष्मीं नमोस्तुते। विजयलक्ष्मीं नमोस्तुते। विजयलक्ष्मीं नमोस्तुते। सर्वशक्तिस्वरूपां च सर्वसिद्धिप्रदायिनीं सर्वेश्वरीं श्रीदेवी विजयलक्ष्मीं नमाम्यहम्। विजयलक्ष्मीं नमोस्तुते। विजयलक्ष्मीं नमोस्तुते। विजयलक्ष्मीं नमोस्तुते। विजयलक्ष्मीं नमोस्तुते। सर्वशक्तिस्वरूपां च सर्वसिद्धिप्रदायिनीं सर्वेश्वरीं श्रीदेवीं विजयलक्ष्मीं नमाम्यहम्। विजयलक्ष्मीं नमोस्तुते। विजयलक्ष्मीं नमोस्तुते। विजयलक्ष्मीं नमोस्तुते। विजयलक्ष्मीं नमोस्तुते। सर्वशक्तिस्वरूपां च सर्वसिद्धिप्रदायिनीं सर्वेश्वरीं श्रीदेवीं विजयलक्ष्मीं नमाम्यहम्। विजयलक्ष्मीं नमोस्तुते। विजयलक्ष्मीं नमोस्तुते। विजयलक्ष्मीं नमोस्तुते। विजयलक्ष्मीं नमोस्तुते।